ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति बलाबलचिन्तनं, सूत्राणां बलाबलम्। पूर्वस्मिन् गतसप्ताहे अस्माभिः तत्र नित्यानित्यविषये चिन्तितम्। तत्र एका परिभाषा अस्ति, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः। अत्र पूर्वपरविषये अस्माभिः चिन्तनं कृतं। पूर्वपरविषये इत्युक्ते यत्र तुल्यबलविरोधः अस्ति तत्र पूर्वपरविषयः प्रायशः भवति, इत्युक्ते यत्र द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्ध अवकाश अस्ति, अपि च कुत्रचित् एकत्र प्राप्तिः भवति, तत्र किं भवति, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति। अतः पूर्वपरविषये तत्र तुल्विप्रतिषेधे परं कार्यम् इति सूत्रेण तत्र प्रायशः निर्णयं भवति। अनन्तरम् अत्र लिखितं पूर्वपर अपेक्षया नित्यसूत्रं बलवत् भवति, इत्युक्ते यत्र पूर्वपरप्रसङ्गः अस्ति परन्तु तत्र सर्वदा परसूत्रेण एव कार्यं न करणीयं। यदि परसूत्रम् अनित्यम् अस्ति अपि च पूर्वसूत्रं नित्यं भवति तत्र नित्यं सूत्रमेव बलवत् भवति। सो परसूत्रस्य अपेक्षया, यद्यपि सूत्रसङ्ख्या अनन्तरम् अस्ति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति। सो द्वयोः सूत्रयोः मध्ये केवलं पूर्वपर इति सम्बन्धः भवति वा इति एव अस्माकं चिन्तनं न भवेत्। तत्र नित्य अनित्यचिन्तनम् अपि अस्माभिः अनन्तरं करणीयम्। सो यदि परसूत्रम् अनित्यसूत्रम् अस्ति तादृशसूत्रं बलवत् न भवति। पूर्वसूत्रं यदि नित्यसूत्रम् अस्ति तेन सूत्रेण एव तत्र प्रथमे कार्यं भवति। सो पूर्वपर अपेक्षया अपि नित्यसूत्रं बलवत् भवति। अनन्तरं वदति नित्यसूत्रस्य अपेक्षया अपि अन्तरङ्गसूत्रं बलवत् भवति। सो अन्तरङ्गविषये अस्माकं चिन्तनं तत्र आरब्धः। परन्तु सो नित्यान्नित्य वदामः चेत् कृताकृतप्रसङ्गिः एव नित्यप्रसङ्गः। सो यस्य शास्त्रस्य प्रसङ्गः पूर्वे अपि आसीत् अनन्तरमपि भवति। यदि कार्यं न कुर्मः पुनः तस्य प्रसङ्गः पुनः अग्रिमे सोपाने आयाति चेत् तादृशसूत्रं नित्यसूत्रम् इति वदामः। सो नित्य अनित्यविषये नित्यसूत्रमेव बलवत् भवति। यस्य सूत्रस्य कृताकृतप्रसङ्गः अस्ति सः सूत्रं तत् सूत्रमेव नित्यसूत्रम्। अत्र लिखितं कृताकृतप्रसङ्गिः यः विधिः सः नित्य इति उच्यते। सो नित्यविधिः तद्भवति, तादृशविधिः। एतस्य उदाहरणविषये अस्माभिः तत्र दृष्टं तुदादिभ्यः सह अपि च पुगन्तलघुपदस्य च। यदा तुद्योग ति भवति, तिप् इत्ये सार्वधातुक् पित् प्रत्ययः अस्ति। सो अत्र सार्वधातुक् पित् प्रत्ययः धातोः परे अस्ति चेत् गुणस्य प्रसङ्गः भवति, पुगन्तलघुपदस्य च इत्यनेन गुणप्रसङ्गः अस्ति। परन्तु धातोः अनन्तरं कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति चेत् तत्र गणविकरणप्रत्ययस्यापि प्रसङ्गः अस्ति। सो तुदादिभ्यः सह इति सूत्रेण प्रथमे कार्यं कुर्मः वा पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं कुर्मः? तादृशसूत्रयोः मध्ये यद्यपि तत्र पूर्वपर इत्युक्ते तत्र विप्रतिषेधः अस्ति द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति इदानीम् एकत्र प्राप्तिः अस्ति अतः तत्र पूर्वपरप्रसङ्गः अस्ति सो न केवलं तत्र पूर्वपरप्रसङ्गः तत्र नित्य अनित्यप्रसङ्गः अपि अस्ति बिकास् यदि वयं तत्र तुदादि पुगन्तलघुपदस्य चैतन्येन तुद् तोद् भवति पुनः तुदादिभ्यः शः इति सूत्रस्य प्रसङ्गः तत्र तिष्ठति एव तस्य प्रसङ्गः पुनः अग्रिमे सोपाने आयाति एव अतः तुदादिभ्यः शः इति नित्यसूत्रं पुगन्तलघुपदस्य च इति अनित्यसूत्रं कथं जानीमः पुगन्तलघुपदस्य च इति अनित्यसूत्रं यदि वयं तुद् तुदादिभ्यः शः इति सूत्रेण प्रथमे कार्यं कुर्मः यदा श मध्ये आयाति तदा तत्र गुणस्य निषेधः भवति अतः पुनः पुगन्तलघुपदस्य च इत्यनेन कार्यं न भवति तत्र बिकास् श इति प्रत्ययः अपित् प्रत्ययः निद्वद् भवति अतः पुगन्तलघुपदस्य च इति शास्त्रस्य तत्र पुनः प्राप्तिः नास्ति अतः द्वयोः मध्ये तुदादिभ्यः शः इति सूत्रं नित्यसूत्रं न तु पुगन्तलघुपदस्य च अतः यद्यपि तत्र पूर्वपरप्रसङ्गः अस्ति ड्यू टु इण्टर्मिटेण्ट् नेट्वर्क् कनेक्षन् प्राब्लम् किञ्चित् प्राब्लम् अस्ति फ्री कान्फरेन्स् काल् मध्ये द लास्ट् क्लास् आल्सो ऐ गाट् डिस्कनेक्टेड् आटोमेटिक्लि ध्वनिः श्रूयते वा मम ध्वनिः श्रूयते वा ऐ डोण्ट् नो ऐ गेट् दिस् मेसेज् इन् द लास्ट् इन् द सेटर्डे क्लास् आल्सो ऐ गाट् द मेसेज् दट् युवर् सेशन् हेस् बिन् टर्मिनेटेड् Let us see if it goes. So, Kritakrit Prasangaha Eva Nitya Iti Vadamaha. Anantaram Tatra, Idanim Tatra, so Yada Tatra Purvapara विषयः अस्ति अपि च नित्यानित्यविषयः अपि अस्ति तत्र नित्य अनित्य इत्यनेन नित्यसूत्रमेव बलवद् भवति यद्यपि पर यद्यपि अन्यत् सूत्रं परे अस्ति इत्युक्ते तस्य सङ्ख्या अनन्तरम् अस्ति तदापि तत्र नित्यसूत्रमेव बलवद् भवति यदा अत्र तुदादिभ्यः शः इति तृतीयाध्याये प्रथमपादे परन्तु पुगन्तलघुपदस्य च इति सूत्रं सप्तमे अध्याये अस्ति तत् सूत्रं सो यद्यपि पुगन्तलघुपदस्य च परसूत्रम् अस्ति तथापि सः बलवत् न भवति तुदादिभ्यः शः इति नित्यसूत्रम् अस्ति अतः तुदादिभ्यः शः इति सूत्रमेव बलवत् भवति सो नित्यानित्य इति तु सरलमेव अस्ति सर्वैः अवगतं वा नित्यानित्य इति सम्बन्धः इदानीं तत्र अन्तरङ्गीते अस्माकं तत्र बि बिन्दुः पठितं वा आरम्भं कृतं महोदय करपत्रं न दृश्यते करपत्रं रेकार्डिङ्ग् भवति वा महोदय आमां रेकार्डिङ्ग् तु तत्र अस्ति सो अन्तरङ्गविषये अस्माकं किञ्चित् पठितं पूर्वस्मिन् वर्गे पुनः पठामः सो अन्तरङ्गं बहुविधम् इति अत्र लिखितम् इत्युक्ते तत्र महान् प्रपञ्चः अस्ति इत्युक्ते एकविधमेव अन्तरङ्गं नास्ति तत्र बहुविधम् अन्तरङ्गम् अस्ति अस्माकं करपत्रे तत्र प्रकारद्वयं प्रदर्श्यते तत्र एकमस्ति पूर्व उपस्थित निमित्तिकम् अन्तरङ्गं द्वितीयमपि तत्र दत्तमस्ति. सो वी विल् डिस्कस् ओन्ली टु टैप्स् आफ् अन्तरङ्ग ओवर् इन् दिस् करपत्र. प्रायशः तेन एव वयम् अन्तरङ्गस्य विषये बहु किमपि अवगच्छामः. सो अतः अपि च अस्मिन् अन्तरङ्गम् इति पदे तत्र अङ्गम् इति पदं दत्तमस्ति, परन्तु अत्र प्रथमे उक्तमस्ति अङ्गम् इति यः अस्मिन् पदे यः अङ्गम् इति पदम् अस्ति तद् अङ्गम् यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् इति तस्मिन् यः अङ्गम् इति पारिभाषिकशब्दः अस्ति तादृश अर्थः अत्र न तत्र स्वीकरणीयम्. अपि च अङ्गम् इति शरीरस्य इत्युक्ते कोऽपि अवयवः अपि नास्ति. सो अङ्गम् अत्र अस्मिन् पदे अन्तरङ्गं प्रायशः मे बि एतत् पूर्वे एपि एतस्य पदस्य प्रयोगः तत्र आसीत्, अतः पाणिनिमहर्षिणा अपि एतदेव तत्र आक्चुलि अष्टाध्यायीग्रन्थे तत्र अन्तरङ्गम् इति तादृश कोऽपि सूत्रं नास्ति, परन्तु अन्तरङ्गम् अपि तत्र बलाबलचिन्तने अन्तरङ्गशास्त्रमपि तादृशशास्त्रस्य चिन्तनमपि भवति. सो अत्र अङ्गम् इति न तु अवयवः अस्ति, न तु यस्मात् प्रत्ययः विधि तदादिप्रत्यय अङ्गं, तत्र पारिभाषिकशब्दः अपि नास्ति. अत्र तु अङ्गम् इति निमित्तम् अस्ति. सो निमित्तम् आधारीकृत्य एव किञ्चित् अत्र अस्मिन् पदे तत्र किञ्चित् चिन्तनम् अस्ति. सो अन्तः अन्तः इति पदं तत्र मध्ये, सो निमित्त अपि च मध्ये तादृश अर्थः तत्र भवति. सो प्रथमे एतस्य अङ्गम् इति शब्दस्य विषये लिखितम्. अनन्तरं तत्र परिभाषा इन्दुशेखरग्रन्थे तत्र अन्तरङ्गस्य तत्र लक्षणं दत्तम् अस्ति. अन्तरङ्ग इत्युक्ते किम्? बिकास् अष्टाध्यायीग्रन्थे तु अन्तरङ्गस्य विषये किमपि न उक्तम् अस्ति, अतः यथा भाष्यकारेण तत्र उक्तम् अस्ति तथैव परिभाषा इन्दुशेखरग्रन्थे अपि तत्र तत्र अन्तरङ्गम् अथवा अपि च बहिरङ्गम् इति वदामः चेत् तयोः लक्षणं दत्तम् अस्ति. सो प्रथमे तत्र अन्तरङ्गस्य किं लक्षणं, नित्यादपि अन्तरङ्गम् एतत्तु परिभाषा अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् एतत् लक्षणं नास्ति, एतत् अस्ति तत्र परिभाषायां तत्र किमपि उल्लेखः दत्तम् अस्ति. अत्र लिखितमस्ति नित्यादपि अन्तरङ्गं बलीयः. किमर्थं, कारणं किं, किमर्थम् अन्तरङ्गं बलीयः अस्ति, नित्यस्य अपेक्षया अपि अन्तरङ्गं बलीयः इति किमर्थम्? अनन्तरं वदति अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्, बिकास् अन्तरङ्गस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अतः यदि नित्यशास्त्रं बहिरङ्गम् अस्ति सः असिद्धं भवति अन्तरङ्गस्य अपेक्षया. अतः अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नित्यादपि अन्तरङ्गं बलीयः. सो अत्र अनन्तरम् अस्मिन् परिच्छेदे एतत् परिच्छेदमपि पठितम् अहं चिन्तयामि. तत्र अत्र लिखितं नित्याद् अपि. सो किमर्थम् अत्र अपि इति शब्दः अस्ति? किमर्थं केवलम् अत्र नित्याद् अन्तरङ्गं बलीयः इति एव न उक्तम्? किमर्थम् अपि उक्तम् इत्युक्ते यद्यपि नित्य अपि इति अनेन पूर्वोपर इत्यस्य ग्रहणं. सो यद्यपि नित्यशास्त्रस्य नित्यशास्त्रम् अपि च अन्तरङ्गशास्त्रं, नित्यशास्त्रं यद्यपि परे अस्ति अन्तरङ्गं पूर्वे अस्ति तथापि अन्तरङ्गम् एव बलीयः भवति. सो तादृश तत्र अर्थस्य अन्वयः भवति अपि इति शब्देन. अनन्तरं तत्र अन्तरङ्ग बहिरङ्गयोः लक्षणमपि दत्तमस्ति. सो कुत्र एतत् लक्षणं दत्तमस्ति? परिभाषा इन्दुशेखरग्रन्थे. सो नागेश भट्ट इति महोदयेन यत् ग्रन्थं लिखितं तस्मिन् एव ग्रन्थे अन्तरङ्गं किं बहिरङ्गं किं तयोः लक्षणं दत्तम् अस्ति. सो अन्तरङ्गशास्त्रमिति वदामः चेत् अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् इति अन्तरङ्गस्य लक्षणम्. एवं रीत्या तत्र बहिरङ्गशास्त्रस्य किं लक्षणम्? एवं तदीयनिमित्तसमुदायात् बहिर्भूत अङ्गकं बहिरङ्गम् इति तत्र वाक्यद्वयेन अन्तरङ्गम् अपि च बहिरङ्गयोः लक्षणं दत्तमस्ति. सो तदारभ्य पुनः पठामः. सो एतत् आरभ्य वयं पुनः पठामः. अस्तु, लक्षणस्य विषये पुनः पठामः. मञ्जरी भगिनी, अत्र प्रारम्भं करोतु भगिनि. आम्, ततः अग्रे. आम्, सत्यं. ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि, यस्य तत् अन्तरङ्गम्. एवं तदीय निमित्तसमुदायात् बहिर्भूत अङ्गं बहिरङ्गम्. अन्तरङ्गं शब्दे भागद्वयम्, अन्तयोग अङ्गम्. अन्त इत्युक्ते मध्ये. कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्. अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. अन्तर्भूतनिमित्तिकत्वम् अन्तरङ्गत्वम्. बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तत् अन्तरङ्गम्. बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गम्. उपर्युक्तं यत् अन्तरङ्गं बहुविधम् अत्र प्रकारद्वयं प्रदर्श्यते. किमपि अवगच्छति वा किमस्ति अन्तरङ्गशास्त्रम् इत्युक्ते अत्र किं लिखितं? वाट् इस् अन्तरङ्गम् इति शब्दस्य व्याख्या कृता. अत्र अत्र अन्तर्मध्ये अन्तर्मध्ये इत्युक्ते अन्तर् इत्युक्ते मध्ये. दिस् इस् एक्चुलि इन् द न्यायशास्त्र दिस् इस् हौ दे एक्स्प्लेन् द थिङ्ग्स्. दे फस्ट् गिव् द शब्द देन् दे गिव् इट्स् मीनिङ्ग् आल्सो. सेम् वे ओवर् हियर्. अन्तर् इत्युक्ते मध्ये. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि, यस्य तत् अन्तरङ्गम्. नाम बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि निमित्तानि अङ्गानि सन्ति, यस्य तद् अन्तरङ्गम्. समुदायमध्ये अन्तर्भूतः भागः अस्ति, तत् अन्तरङ्गशास्त्रस्य निमित्तम् इति. See, when we read this Paricheda at the first time, being a new, fresh student, what we get is that atra kim iktam nimitta samudayasi vishay uktam asti. Itukte, they are, for the two shastra, suppose tatra shastra A asti, shastra B asti. Itukte, sutram A, sutra B sutram asti. Now, this lakshanam talks about the nimitta samudaya, because antarang bahirang iti padayoho madhye yaha angam iti shabdam asti tasya arthaha bhavati nimittam. Ataha nimitta vishaye eva vayam tatra chintanam kurmaha. सो ए गिव्स् वन् विधि, बि गिव्स् अनदर् विधि. अनेन किमपि अन्यत् कार्यं भवति, बि इत्यनेन अन्यत् किमपि कार्यं भवति. वै वी आर् डिस्कसिङ्ग् ए अण्ड् बि? बिकास् द्वयोः कृते एकत्र प्राप्तिः अस्ति. कुत्रचित् कस्मिंश्चित् सोपाने सूत्र ए इत्यस्य प्रसक्तिः अपि अस्ति, सूत्र बि इत्यस्य प्रसक्तिः अपि अस्ति. अतः अस्माभिः तत्र चिन्तनं करणीयं, कः सूत्रं बलवत् भवेत्, कस्य केन सूत्रेण प्रथमे कार्यं वयं कुर्मः. दट् इस् वै वी आर् टेकिङ्ग् दीस् टु सूत्रास्. सो इदानीं तत्र अत्र किम् उक्तमस्ति, अत्र निमित्तसमुदायः इति उक्तमस्ति. इत्युक्ते फार् द कार्य ए मे बि सपोज् वन् एण्ड् टु आर् द निमित्तास्. यथा कर्तरिषप् इत्यस्य कृते निमित्तद्वयम् अपेक्षितं. कर्तरिप्रयोगे प्रत्ययः भवेत् अपि च सः सार्वधातुक् भवेत्. सो तादृश एव, बिकास् तत्रापि निमित्तद्वयम् अपेक्षितम् अस्ति. एकमेव निमित्तं न तत्र भवति चेत् कार्यं न भवति, विधिसूत्रेण कार्यं न भवति. शप् इति मध्ये न आगन्तुं शक्यते. यावत्पर्यन्तं तत्र तिप् इति कर्तरिप्रयोगे नास्ति, अपि च सः सार्वधातुक् नास्ति, तावत्पर्यन्तं तस्य सूत्रस्य प्रसङ्गः तत्र न भवति. नौ बीस् शास्त्रस्य कृते सपोज् वन् टु थ्री अपि च फोर्, दीस् फोर् आर् द निमित्तास्. वेन् वि रीड् दिस् परिच्छेद् फस्ट् टैम् इट् लुक्स् लैक् द यस्य शास्त्रस्य निमित्तानि. सो वन् एण्ड् टु दीस् वि आर् टेकिङ्ग् दीस् आर् द तत्त्वास्. It looks like that for the A Shastra, what the Nimit was 1 and 2, the same Nimitas are here also, 1, 2, but in addition to 1, 2 Nimitas, there is one more Nimita or maybe another Nimita required for Apekshitamasti B Shastra Shikrite. But it is not like that. This, when we read this Parishada, it looks like that, Yasya Shastrasya Nimita Samadhaya, निमित्तानि बहिरङ्गशास्त्रस्य निमित्तसमुदाय मध्ये भवन्ति, तद् अन्तरङ्गम्. दिस् इस् नाट् वाट् इस् रिटन् ओवर् हियर्. वाट् इस् रिटन् ओवर् हियर् इस् देट् वन् सेकेण्ड् बहिरङ्गशास्त्रस्य निमित्तसमुदाय मध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्. सो नौ वाट् वी हेव् प्रायशः तत्र किं भवति सूत्रेषु, तत्र स्थानिवर्णः अस्ति, स्थानिवर्णः अस्ति, अनन्तरं तत्र किमपि निमित्तम् अस्ति, यथा प्रत्ययः इति निमित्तम् अस्ति. सो निमित् वन् प्लस् निमित् टु. वै टु निमित्तास्? नौ कन्सिडर् दिस् एस् निमित् वन् इस् बिलाङ्ग्स् टु द शास्त्र ए, and Nimit 2 belongs to Shastra B. Sthani is, suppose Sthani is X. So this Shastra, A Shastra has to do Karya on X. X is some Varna or maybe it is Angam or Kimapi, or it is Dhatuhu or something like that. So X has a Vidhi on X, A Shastram wants to do some Vidhi on this X, and one is the Nimittam. One is, maybe suppose, Kopi Varnaha Astiva, Prityaha Astiva, Kimapi Bhavet. B also wants to do Karya on X, it wants to change this X into something else, and this is the two Nimittam. So now look at here, over here. Bahirang Shastrasya Nimitta Samudhaya Madhye. सो बहिरङ्गशास्त्रस्य निमित्तसमुदाये मध्ये मध्ये इत्युक्ते इन् बिट्वीन् अन्तर्भूतानि अङ्गानि अङ्गानि इत्युक्ते निमित्तानि यस्य तद् अन्तरङ्गम् सो स्थाने अपि च बहिरङ्गशास्त्रस्य यत् निमित्तम् अस्ति यदि मध्ये किमपि अन्यत् निमित्तम् अस्ति एण्ड् देट् निमित्तं बिलाङ्ग्स् टु सम् अदर् शास्त्र ए शास्त्र विल् बिकम् अन्तरङ्गशास्त्र सो यस्य शास्त्रस्य बहिरङ्गशास्त्रस्य निमित्तसमुदाय मध्ये अन्तर्भूतानि निमित्तम् अन्तर्भूतानि निमित्तानि यस्य यस्य कस्य ए शास्त्रस्य तद् अन्तरङ्गम् सेम् वे अन्तरङ्गशास्त्रस्य निमित्तसमुदाय निमित्तसमुदायात् अत्र पञ्चमी अस्ति निमित्तसमुदायात् बहिर्भूत अङ्गकं बहिरङ्गम् सो बि शास्त्रं बहिरङ्गम् दिस् इस् वाट् इस् द लक्षणम् इत्युक्ते अन्य भिन्नरीत्या वदामः चेत् यस्य शास्त्रस्य निमित्तं स्थाने समीपे अस्ति तदन्तरङ्गं यस्य शास्त्रस्य निमित्तं स्थाने किञ्चित् दूरे अस्ति कस्य ए अपेक्षया ए निमित्तसमुदायात् अपेक्षया यस्य शास्त्रस्य निमित्तसमुदायः स्थाने दूरे अस्ति तद् बहिरङ्गम् इति अत्र लक्षणं दत्तमस्ति इट् इस् ओन्लि लक्षणं सो प्रायशः तदेव अर्थः भवति बहिरङ्गशास्त्रस्य निमित्तसमुदाय मध्ये अन्तर्भूतानि निमित्तं यस्य तदन्तरङ्गम् अपि च अन्तरङ्गशास्त्रस्य तदीयनिमित्तसमुदाय तदीय इत्युक्ते अन्तरङ्गशास्त्रस्य निमित्तसमुदायात् बहिर्भूतं बहिर्भूतः बहिर्भूतः इत्युक्ते औट्सैड् बहिर्भूत अङ्गकं बहिरङ्गम् तत् अस्ति बहिरङ्गशास्त्रं बहिरङ्गम् इत्युक्ते बहिर्निमित्तं तद् बहिरङ्गशास्त्रं भवति इति अत्र लिखितमस्ति सो यस्य शास्त्रस्य निमित्तं स्थाने समीपे अस्ति तद् बहिरङ्ग तद् अन्तरङ्गं यस्य शास्त्रस्य निमित्तं स्थाने किञ्चित् दूरे अस्ति तद् भवति अन्तरङ्गं सारि बहिरङ्गम् तावदेव नास्ति एतत् तु तावत् लक्षणमेव अस्ति इदानीं तत्र पुनः तत्र बहु कीदृश तत्र बहिरङ्गम् अस्ति कीदृश अन्तरङ्गम् इति तत्र प्रथमे वयं प्रथमविध अन्तरङ्गं तत्र पठामः एतत् अवगतं वा अत्र किं लिखितमस्ति किञ्चित् लक्षणस्य विषये बहिरङ्गशास्त्रस्य निमित्तसमुदाय मध्ये मध्ये इत्युक्ते इन् बिट्वीन् इन् सैड् अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम् एवम् एवम् एतत् उक्त्वा तत् किं वदति तदीयनिमित्तसमुदायात् बहिर्भूत अङ्गकं बहिरङ्गम् सो अस्मिन् एव अत्र एव बहिरङ्गशास्त्रस्य लक्षणम् अपि च अन्तरङ्गशास्त्रस्य लक्षणं दत्तमस्ति तत् लक्षणमस्ति तद् आधारीकृत्य एव तत्र अनन्तरं तत्र चिन्तनं भवति सो प्रथमविध यः अन्तरङ्गमस्ति तत् पठामः तस्य उदाहरणानि अपि सन्ति तेन वयं पुनः तत्र अन्तरङ्गबहिरङ्गस्य विषये किञ्चित् अवगच्छामः चेतना भगिनी अग्रे पठति वा भगिनी पूर्वापस्थितनिमित्तकम् अन्तरङ्गम् पूर्व अपि च उपस्थित सो पूर्वोपस्थित अत्र सन्धि भूत्वा पूर्वोपस्थित पदद्वयमस्ति पूर्वोपस्थितनिमित्तकस्यात् कस्यापि अन्तरङ्ग अन्तरङ्गत्वात् निमित्तकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम् अत्र तदपि अन्तरङ्गम् इत्युक्ते त तादृश अपि अन्तरङ्गम् अस्ति बिकास् अन्तरङ्गं बहुविधं वेरि डिफ्रेण्ट् डिफ्रेण्ट् टैप्स् आफ् दिस् इस् वन् आफ् द टैप् तदपि अन्तरङ्गम् that's also an antaranga that's also considered as an antaranga so it is not the only antaranga there will be other types of antaranga this is also an antaranga tavate uktam asti because antarangam bahuvidam so yasya shastrasya nimittam purvam eva upasthitam vartate tadapi antarangam अग्रे पठतु पुनः तत् अस्य बोधनार्थं दृष्टान्तो दीयते स्व धातुः न प्रत्ययः स्यो न शब्दः न इति उणादिप्रत्ययः 3.9 सर्वे उणादिप्रत्ययाः कृत् प्रत्ययाः योग न इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति लोपो व्योर्वलि 3.1.66 एतत् किं महोदय 6.4.19 पुगन्तलघुपदस्य च 7.3.86 त्रिषु मध्ये कस्य प्राप्तिः भवति इत्यस्मिन् विषये चिन्तनीयम् तत्र एकं दृष्टान्तः अस्ति इत्युक्ते उदाहरणम् अस्ति अत्र शिव धातु अस्ति न इति प्रत्ययः उणादि तत्र उणादिपाठः अस्ति यथा वेन् वि से पाणिनीयम् इत्युक्ते वाट् एवर् हेस् पाणिनि प्रड्यूस्ड् आर् गिवन् अस् सो पाणिनीयं वदामः चेत् एकमस्ति अष्टाध्यायीग्रन्थः द्वितीयमस्ति धातुपाठः पाणिनिधातुपाठः तृतीयमस्ति उणादिपाठः सो उणादिपाठः अपि पाणिनीयशास्त्रमेव पाणिनीयम् एव अस्ति अपि च सो तत्र उणादि तत्र एकमेव सूत्रमस्ति एकं सूत्रमस्ति अष्टाध्यायीग्रन्थे बिकास् उणादिसूत्राणां प्रसङ्गः ग्रन्थे नास्ति अष्टाध्यायीग्रन्थे नास्ति परन्तु तत्र एकमेव सूत्रमस्ति उणादिबहुलम् एकं सूत्रमस्ति उणादिबहुलम् उणादिबहुलम् इत्यनेन तत् सूत्रमस्ति कृत् इत्यस्य अधिकारे अस्ति यत्र कृत् प्रत्ययानां प्रसङ्गः आरभ्यते यत्र कृदतिङ् इत्यस्य अधिकारः वर्तते तत्र एव तस्मिन् एव प्रकरणे उनादिबहुलम् इति सूत्रं वदामः अतः वैयाकरणाः किं वदन्ति सर्वे उनादिप्रत्ययाः कृत् प्रत्ययाः सो दे आर् आल्सो कन्सिडर्ड् एस् कृत् प्रत्ययाः सो कृत् प्रत्ययानां विधिः धातोः कृत् प्रत्ययाः धातोः विधीयन्ते अतः उनादिप्रत्ययः अपि धातोः विधीयन्ते सो तत्र तेषु उनादिप्रत्ययेषु एकः प्रत्ययः अस्ति न इति प्रत्ययः सो शिव् धातु अस्ति तत्र न इति प्रत्ययस्य योजनेन स्योन् इति शब्दस्य निष्पत्तिः भवति उत्पत्तिः भवति कथं तत्र भवति वयं तत्र क्रमेण तत्र पश्यामः स्योन् इति शब्दः अन्ततो गत्वा वयं तत्र किं प्राप्नुमः स्योन् इति शब्दः तत्र भवति इदानीं तत्र यदा धातोः अनन्तरम् उनादि इति प्रत्ययः न इति प्रत्ययः आगच्छति परे आगच्छति तस्मिन् सोपाने प्रथमसोपाने तत्र कस्य कस्य सूत्रस्य प्रसक्तिः भवति सो अत्र लिखितमस्ति तत्र लोपो व्योर्वलि इति सूत्रस्य प्रसक्तिः श्वोः शूड् अनुनासिके च इति सूत्रस्य प्रसक्तिः अपि च पुगन्तलघुपदस्य च सो द्वयोः मध्ये वयं केवलं पुगन्तलघुपदस्य च इति सूत्रमेव तत्र अस्माकं परिचितं सूत्रम् अस्ति सो किमर्थम् अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसङ्गः भगिनि उपधाय इक्वर्णः अस्ति सिव् धातोः अपि च आर्धधातुकप्रत्ययः धातोः अनन्तरं समान साधारण आर्ततः भिन्नप्रत्ययः अस्ति भिन्नप्रत्ययः अस्ति अतः गुणप्रसङ्गः अस्ति अत्र उपधायां ह्रस्व इक् वर्णः अस्ति अतः अत्र प्रायशः पुगन्तलघुपदस्य च इति सूत्रस्य अपि प्रसङ्गः इदानीं तत्र लोपो व्योर्वली अपि च सूत्रद्वयं द्वयोः सूत्रयोः कः तत्र का विधि उक्तमस्ति तत् पठामः सो एकवारं लोपो व्योर्वली पठतु भगिनि लोपो व्योर्वली 6.1.66 वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति व च य च व्यौ इतरेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ट्यन्तं वली सप्तम्यन्तं त्रिपदविदं सूत्रम् सूत्रं स्वयं सम्पूर्णं व्योः लोपः वली अत्र व्योः षष्ट्यन्तं स्थानी अस्ति वली निमित्तम् अस्ति अपि च लोपः आदेशः अस्ति तयोः लोपः स्थानी वकारस्य यकारस्य स्थानीद्वयमस्ति वकारः अपि च यकारः कदा वलि परे अस्ति चेत् वल् प्रत्याहार परे अस्ति चेत् अतः य विहाय य विहाय सर्वे व्यञ्जनानि अपि च अत्र पश्यतु भगिनि 6.1.66 सूत्रमस्ति लोपो व्योर्वली षष्ठाध्याये प्रथमपादे अस्ति अङ्गस्य अधिकारे एतत् सूत्रं नास्ति अङ्गस्य अधिकारे सूत्रं नास्ति अङ्गस्य अधिकारः कुतः आरभ्यते 6.4.1 इति आरभ्यते चतुर्थपादे अङ्गस्य अधिकारः सो एतत् सूत्रम् अङ्गस्य अधिकारे नास्ति परन्तु अत्र परसप्तमी अस्ति इत्युक्ते साक्षात् परे वाल् प्रत्याहारस्य वर्णः भवेत् कस्य कस्य साक्षात् परे स्थानी साक्षात् परे वाल् वर्णः अस्ति चेत् तदा एतत् एतादृशः कार्यं भवति सो अत्र परसप्तमी अस्ति अत्र प्रत्ययः इत्यनेन न प्रत्ययः वलादिप्रत्ययः इति नास्ति बिकास् अत्र अङ्गस्य अधिकारः नास्ति सो प्रत्ययस्य प्रसङ्गः अङ्गस्य विषये आयाति सो यत्किमपि वल् वर्णः यस्य अत्र सो एतत् सूत्रं प्रायशः वर्णनिमित्तिकं सूत्रमस्ति अत्र किमपि नास्ति इत्युक्ते यस्य कस्यापि वकारस्य यकारस्य परे वल् प्रत्याहारः साक्षात् परे भवति पदान्ते वा अपदान्ते वा कुत्रापि भवति चेत् तत्र किं भवति तादृशवकारस्य तादृशयकारस्य तत्र लोपः आदिष्टः अस्ति सो एतत् कार्यं वर्णकार्यम् अस्ति बिकास् अत्र वकारस्य लोपः उक्तमस्ति अथवा नो चेत् यकारस्य लोपः उक्तमस्ति कदा यदा तस्य तादृशवकारस्य तादृशयकारस्य साक्षात् परे कोऽपि वल् प्रत्याहारस्य वर्णः अस्ति सो यकारं विहाय सर्वाणि व्यञ्जनानि सो तादृशस्थितिः यत्र कुत्रापि भवति चेत् तस्य वकारस्य अथवा तस्य तादृशयकारस्य लोपः आदिष्टः अस्ति अनेन सूत्रेण लोपो व्योर्वलि सो दिस् सूत्र कम्स् ज्यूरिङ्ग् द पदनिर्वाणसमये बहुत्र एतस्य प्रयोगः भवति सो रिमेम्बर् दिस् सूत्र दिस् इस् वेरि इम्पार्टेण्ट् सूत्र बिकास् बहुत्र एतस्य सूत्रस्य प्रसङ्गः भवति एतत् सूत्रम् अवगतं वा सर्वैः मञ्जरी भगिनि सूत्रम् अवगतं वा भगिनि अत्र वली इति सप्तमी विभक्ति किं दर्शयति सप्तमी अस्ति चेत् निमित्तं भवति सप्तमी निमित्तमस्ति न निमित्तं यद्य वकारयकारस्य लोपः कदा भवति? यदि परे तादृशवकारस्य साक्षात् परे कोऽपि वल् वर्णः अस्ति, वल् इति वर्णः, सो वल् वर्णः परे एव कार्यं भवति. इत्युक्ते कोऽपि अच् अस्ति अथवा यकारः अस्ति, तत्र तादृशवकारस्य यकारस्य लोपः न भवति अनेन सूत्रेण. सो यत्र कुत्रापि यथा अत्र एतत् उदाहरणमेव पश्यतु, अत्र एव यकारं विहाय सर्वे सर्वाणि व्यञ्जनानि न वल् यकारं विहाय सर्वाणि व्यञ्जनानि. अत्र पश्यतु भगिनि, स्युव् योग न इति अस्ति. सो स्युव् योगः वकारः अस्ति, न इति प्रत्ययः, न इति व्यञ्जनवर्णः, परन्तु वल् प्रत्याहारे न अपि अस्ति. सो स्युव् योग न इति स्थित्याम् अत्र एतत् सूत्रमपि आगत्य वदति मम कार्यक्षेत्रम् अस्ति वकारस्य साक्षात् परे वल् प्रत्याहारस्य वर्णः, बिकास् स्युव् इति व इति अस्ति. सो अतः मया किम् उक्तं, वलि इति अत्र परनिमित्तम् अस्ति, इत्युक्ते परसप्तमी अस्ति. परसप्तमी इत्युक्ते साक्षात् परे भवेत्. अतः यदा वयं स्युव् योग न, बिकास् फार् लोप् आफ् युवर् वलि इट् डस् नाट् इट् इस् नाट् द कन्सर्न् आफ् द सूत्र वेदर् द स्युव् इस् अ धातु न इस् अ प्रत्ययः. तादृश अत्र स्थितिः अस्ति, वकारस्य साक्षात् परे वाल् प्रत्याहारस्य वर्णः. अतः मया किम् उक्तं, यत्र कुत्रापि सः प्रत्ययस्य वाल् वर्णः अस्ति वा, किमपि आदेशरूपेण अस्ति वा, सिवित् धातु अस्ति वा, अङ्गस्य अस्ति वा, सो एतत् सूत्रं कुत्रापि प्रवर्तते. यदा तादृशस्थितिः अस्ति, वकारस्य यकारस्य साक्षात् परे यदि कोऽपि वल् प्रत्याहारस्य वर्णः आगच्छति, तत्र तादृशवकारस्य तादृशयकारस्य अनेन सूत्रेण लोपादेशः उक्तमस्ति. तादृशवकारस्य लोपः भवेत् इति एतत् सूत्रं वदति. अतः यदा वयं स्युव् योग न इति स्थिति अस्ति, तत्र न केवलं पुगन्तलघुपदस्य च इत्यनेन इत्यस्य सूत्रस्य प्रसङ्गः, लोपो व्योर्वल्ली सूत्रमपि आगत्य वदति मम कार्यक्षेत्रमपि अस्ति, बिकास् वकारस्य साक्षात् परे वल् प्रत्याहारस्य वर्णः नकारः, अतः तत्र वकारस्य लोपः भवेत्. सो द्वयोः सूत्रयोः तत्र एकत्र प्राप्तिः अस्ति इति लोपव्योर्वल्ली. सो एतत् विधिसूत्रम्, अनेन सूत्रेण विधि उक्तम् अस्ति. कीदृशविधि उक्तमस्ति? आदेश लोपादेशविधि उक्तमस्ति. कस्य लोपादेशः? वकारस्य अथवा यकारस्य. कदा? निमित्तं किम् अस्ति? सर्वदा वकारस्य लकारस्य लोपः न, न. यदि साक्षात् परे कोऽपि वल् प्रत्याहारस्य वर्णः अस्ति, तदा एव तादृशवकारस्य अथवा तादृशयकारस्य लोपः करणीयम् इति सूत्रं वदति. प्राप्ति अस्ति वा नास्ति तत्तु बलाबलचिन्तनं कृत्वा एव वयम् अवगच्छामः. एतत् सूत्रं बलवत् भवति वा न भवति, परन्तु सूत्रस्य प्रसङ्गः अत्र अस्ति लोपो व्योर्बलि. इदानीं तत्र अन्यत् सूत्रं, स्वोः शूड् अनुनासिके च. भवती एव पठतु भगिनि. किं प्रश्नः अस्ति वा? पठतु भगिनि. श्रुः शूड् अनुनासिके च 6.4.19 तुक् सहित चकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशो भवति. अनुनासिकादिप्रत्यये परे क्वि परे झलादिप्रत्यये च परे च व च तयोरितरेतरद्वन्द्वः श्वौ तयोः श्वोः ष् च ऊट् च तयोः च समाहारद्वन्द्वः सूड् झलां चशोन्ते 8.2.39 इत्यनेन ठकारस्य स्थाने डकारः स्वोः षष्ट्यन्तं सूट् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अनुनासिकस्य क्विजलो किनिति 6415 इत्यस्मात् कीजलोः इत्यस्य अनुवृत्तिः अङ्गस्य 641 इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्वोः अङ्गस्य शूड् क्विजलो क्विजलोः अनुनासिके च अत्र छोः स्थाने अस्ति षष्ट्यम्यन्तं टूड् आदेशः अस्ति अनुनासिके निमित्तम् अस्ति अतः एतत् नावगतं तुक् सहित चकारस्य स्थाने एकं सूत्रमस्ति न भगिनि छेच इति सूत्रं किं वदति ह्रस्वस्वरस्य छकारे परे तदपि वर्णकार्यम् अस्ति ह्रस्वस्वरस्य छकारे परे तुक् आगमः भवति किं वदति छेचो सी वेन् वि हेव् गम् धातुः परे गम् धातुः परे यदा शप् प्रत्ययः आगच्छति षित् प्रत्ययः कोऽपि षित् प्रत्ययः आगच्छति चेत् गम् स्थाने किं भवति मकारस्य स्थाने तत्र छकारादेशः मकारस्य छकारादेशः उक्तमस्ति षिति परे सो मकारस्य किं भवति शप् इति षित् अस्ति अतः मकारस्य स्थाने अन्तिम अलवर्णस्य स्थाने तत्र तत्रापि तदन्तविधिः अस्ति छ इति आदेशः उक्तमस्ति सूत्रे अनन्तरं तत्र एतत् सूत्रं छेच इति सूत्रेण कार्यम् अस्ति छेच इति सूत्रं वदति तदपि वर्णकार्यमस्ति ह्रस्वस्वरस्य कुत्रापि यत्र कुत्रापि ह्रस्वस्वरस्य परे छकारः वर्तते चेत् तस्य तादृशह्रस्वस्वरस्य तुक् आगमः भवति ह्रस्वस्य तुक् आगमः भवति सो अत्र किं घकारस्य उत्तरवर्ति किम् अस्ति ह्रस्वाकारः अस्ति घकारस्य परे ह्रस्वाकारः अस्ति अकारस्य परे छकारः अस्ति सो ह्रस्वस्वरस्य छकारे परे किं भवति तुक् आगमः भवति सो तुक् आगमः किम् अस्ति आगमः कीदृश आगमः अत्र भगिनि कित् अस्ति कित् अस्ति कित् अस्ति चेत् कुत्र भवति अत्यन्तौ तकितौ अनन्तरम् आयाति अन्ते भवति अनन्तरम् इत्युक्ते अन्ते भवति अन्ते भवति सो अत्र कस्य तु आगमः अस्ति चकारस्य न चकारस्य नास्ति ह्रस्वस्य तु आगमः भवति ह्रस्वस्य ह्रस्व इति स्वराणां सन्धिः संज्ञा अस्ति ह्रस्वस्य इत्युक्ते ह्रस्वस्वरस्य तुक् आगमः उक्तम् अस्ति ह्रस्वस्वरस्य तुक् आगमः भवति किमर्थं छकारे परे सो छकारः निमित्तम् अस्ति सो ह्रस्वस्वरः अत्र अकारः अतः किं भवति तस्य ह्रस्वस्वरस्य अन्ते भवति ह्रस्वस्वरः आकारः अत्र तस्य अन्ते भवति बिकास् तुक् आगमः कित् अस्ति अतः अन्ते भवति सो इदानीम् अन्ते भवति चेत् इदानीं किं कीदृशकार्यमस्ति अत्र स्वच्छ अस्ति चेत् स्तोः स्तोःश्चुनाश्चुः इत्यनेन किं भवति तकारस्य स्थाने चकारः भवति सो दिस् इस् तुक् सहित छकारः दिस् इस् तुक्सहितकारः तुक्सहितकारः सो तत्र प्रायशः किं भवति इट् डस् नाट् रिमेन् त इट् विल् आल्वेस् बिकम् च बिकास् संहितायां सत्यां तु तत्र कार्यं भवति एव संहिता अत्र नित्यमस्ति संहिता इस् नित्यम् ओवर् हियर् बिकास् एक पदे संहिता नित्यमस्ति सो अत्र कीदृशछकारः अस्ति तुक्सहितछकारः अस्ति दिस् इस् वाट् इस् इन् दिस् तुक्सहितछकारस्य सो तुक्सहितछकारः अस्ति चेत् कीदृशछकारः सः भवति चछ इति भवति तादृशछकारः भवति सो तुक्सहितछकारस्य सामान्यछकारस्य नास्ति तुक्सहितछकारस्य तत्र ऊठादेशः तत् तन्न तुक्सहितछकारस्य ऊठादेशः वकारस्य ऊठादेशः तुक्सहितछकारस्य श इति आदेशः भवति and oot is different adesha there are two adeshas because there are two sthani etat avagatam va tuk sahi chakarah so yatra kutra api tuk sahi chakarah asti tasya pare kvi iti pratyah athva anunasik jaladi anunasik pratyah asti tada kim bhavati tasya तादृश तुक्सहितछकारस्य स्थाने षकारादेशः भवति इस् वन् दिस् सूत्र कण्टेन्स् टु स्थाने वन् इस् तुक्सहितछकारः अनन्त द्वितीयमस्ति वकारः सो तुक्सहितछकारस्य षकारादेशः वकारस्य ऊठादेशः उक्तमस्ति कदा भवति कार्यम् क्विपरे भवति अथवा अनुनासिक जलादि अनुनासिक प्रत्यये परे भवति षकारादेशः कदा भवति महोदय चछ इत्यस्य स्थाने चछ सम्पूर्ण चछ अपगच्छति तस्य स्थाने श केवलं श आयाति परन्तु गच्छ गच्छ विषये केवलं तुक् सहितछकारः इत्युक्ते तुक् सहितछकारः किं तत्र एतत् सूत्रस्य प्रसङ्गः नास्ति तत्र तु अकारः परे अस्ति न भगिनि तत्र एतस्य प्रसङ्गः नास्ति तत्र मया केवलम् उक्तं तुक् सहितछकारः इत्युक्ते किम् अत्र उक्तमस्ति न तुक् सहितछकारस्य सामान्यछकारस्य न उक्तमस्ति तुक् सहितछकारस्य यत्र छकारस्य तुक् आगमः अभवत् तत्र प्रायशः तादृशस्थानि भवेत् तुक् सहितछकारः भवेत् तादृशस्थानि अस्ति चेत् तस्य परे कोऽपि अनुनासिक वर्णः आगच्छति चेत् अपि च अङ्गस्य अधिकारः अतः क्वि इति प्रत्ययः अपि च अनुनासिक अपि अनुनासिक आदिप्रत्ययः जलादि अनुनासिक प्रत्ययः अस्ति चेत् तदा एव तादृश तुक्सहितछकारस्य षकारादेशः अपि च वकारस्य ऊठादेशः निमित्तं तु समानम् अस्ति अत्र उक्तम् अत्र सूत्रम् अवगतं वा सर्वैः पश्यतु भगिनी अनुनासिकादिप्रत्ययः अस्ति वा कोऽपि अत्र दत्तमस्ति न भगिनि न इति अनुनासिक अर्थात् पञ्चमवर्ण आदिप्रत्ययः वर्गीय पञ्चमवर्ण स्क्रीन् दृश्यते वा भगिनि? आम् महोदय, अत्र एकवारम् अत्र पठतु. अनुनासिकादौ अथवा जलादौ किति निति प्रत्यये परे तथा च क्विप् प्रत्यये परे अङ्गान्ते विद्यमानस्य तुच् इत्यस्य ष इति आदेशः भवति तथा च व इत्यस्य ऊट् इति आदेशः भवति. छ्वोः इति षष्ठी द्विवचनमस्ति, न केवलं तुक्सहि छकारः इति स्थानी भवति, वकारः अपि स्थानी उक्तमस्ति, आदेशः अपि आदेशद्वयम् उक्तमस्ति, षकारः अपि च ऊट् आदेशः. सो यथा सङ्ख्यम् अनुदेशः समानाम् इति सूत्रेण च छ इत्यस्य स्थाने श, व इति स्थाने ऊठ आदेशः, यस्मिन् क्रमे स्थानी भवति तस्मिन् क्रमे एव आदेशः अस्ति. यथा सङ्ख्यम् अनुदेशः समानाम्, अतः तुक्सहि छकारस्य स्थाने शकारादेशः, वकारस्य स्थाने ऊठ आदेशः. परन्तु कार्यं कदा भवति? पूर्वसूत्रात् अत्र क्विझलोः इत्यस्य अनुवृत्तिः अस्ति, किणिति अपि अनुनासिके तु साक्षात् सूत्रे एव दत्तमस्ति. अनुनासिके इति पदं साक्षात् सूत्रे एव उक्तमस्ति. सो अनुनासिके च इति समुच्चार्थम् इत्युक्ते पूर्वे यत् उक्तम् अत्रापि अनुनासिके परे अपि कार्यं भवति. इदानीं पुनः पठतु भगिनि. अनुनासिक आदौ इत्युक्ते अनुनासिक अत्र अङ्गस्य अधिकारः अस्ति, अङ्गस्य अधिकारः अस्ति चेत् प्रत्ययस्य उपस्थितिः आवश्यकम्. सो अनुनासिक इति वर्णः केवलं नास्ति, सो अनुनासिक आदौ प्रत्ययः, क्वि इति अपि प्रत्ययः, परन्तु कीदृशप्रत्ययः? झलादि कित्नित् प्रत्ययः परे. सो अनुनासिकादिप्रत्ययः परे, जलादि कित्नित् प्रत्यय परे, तथा च क्वि प्रत्यय परे. क्वि इति भिन्नप्रत्ययः अस्ति. अत्र त्रीणि निमित्तानि सन्ति, अनुनासिक अथवा कित्नित् अथवा क्वित्. अनुनासिक अत्र तु प्रत्ययः, लोपो व्योर्वली इत्यत्र प्रत्ययः आवश्यकं नास्ति. अनुनासिक आदिप्रत्ययः सप्तमी अस्ति, अतः आदौ लिखितमस्ति अत्र, सप्तमी निमित्तम् अस्ति. सो अनुनासिक आदिप्रत्ययः, तस्य प्रत्ययस्य आदिं वर्णः अनुनासिक वर्णः भवेत्. यथा न इति, न इति प्रत्ययः उनादिप्रत्ययः, अनुनासिक अनुनासिकादिप्रत्ययः, आदिं वर्णः अनुनासिक वर्णः. क्वि इति विशिष्टरूपेण प्रत्ययः एव उक्तमस्ति. क्वि प्रत्ययपरे अपि कार्यम् अस्ति, अपि च कोऽपि जलादि कितनित् प्रत्ययः अस्ति चेत् तत्रापि कार्यम् अस्ति. केवलम् अनुनासिकादिप्रत्ययः अस्ति तथा नास्ति, जलादि कितनित् अस्ति चेत् तत्रापि छ्वोः शूड् अनुनासिके च इति सूत्रस्य प्रसङ्गः. अग्रे अपि पठतु एकवारम् एतत् अपि पठतु. यदि अनुनासिकादिः कित् नित् प्रत्ययः अथवा जलादि कित् नित् प्रत्ययः अथवा क्विप् प्रत्ययः अङ्गात् परः विद्यते, तर्हि अङ्गस्य अन्ते विद्यमानस्य तुच् इति समूहस्य च इति आदेशः भवति. अङ्गस्य अन्ते विद्यमानस्य व इत्यस्य ऊट् इति आदेशः भवति. अत्र अनुनासिक कित्नित् इति लिखितं न उक्तं, तद् न भवेत्, तत्र तु दोषः वर्तते. अत्र तु उपरि तु साक्षात् उक्तमस्ति अनुनासिकादौ अथवा इति अत्र लिखितमस्ति, परन्तु अत्र किञ्चित् अत्र भ्रमः भवति. सो अनुनासिक इति अनुनासिक कितनित् नास्ति, न तु केवलम् अनुनासिकादिप्रत्ययः. भिन्ना अस्ति बिकास् नित् इत्ययः तु सार्वधातुकविषये सार्वधातुक अपि प्रत्ययः ते एव निद् निद् इव भवति तत्र विरलतया एव आर्धधातुकप्रत्ययेषु कोऽपि नित् प्रत्ययः अस्ति अथवा नित् प्रत्ययानां प्रसङ्गः तु सार्वधातुक अपि इत्यनेन एव भवति सो ये सार्वधातुक अपि प्रत्ययाः ते एव निद् व्याकरणशास्त्रे तेषां विषये एव निद् प्रसङ्गः अस्ति आर्धधातुकविषये कोऽपि साक्षात् नित् अस्ति इति तु अस्ति वा नास्ति वा इति तत्र द्रष्टव्यं विरलतया एव भवति नितिप्रत्यय नित्प्रत्ययः तु अनुनासिक अस्ति खलु जलादौ नास्ति नित्प्रत्ययः कित् प्रत्ययः अस्ति जलादौ परन्तु नित्प्रत्ययः तु जलादौ नास्ति नित्प्रत्ययः जलवर् जल जलप्रत्याहारे इत्युक्ते अत्र नकारस्य अस्ति न भगिनि कुत्र अत्र दोषः वर्तते सो अनुनासिक् सो अत्र एण्टिटि त्रयम् अस्ति एकमस्ति छ्वोः शूड् अनुनासिके च इति सूत्रेण अनुनासिक् इति पदं सेपरेट्लि दत्तम् अस्ति सो अनुनासिक् आदिप्रत्ययः अस्ति अथवा जलादि कितनित् प्रत्ययः अस्ति अपि च वदामि जलादौ नित्प्रत्ययस्य समावेशः अस्ति वा जलं जलादौ जलादि इति यः अस्ति सः केव तादृशविशेषणं केवलं कित् नित् विषये अस्ति अनुनासिकविषये नास्ति न भगिनि नित् विषये कथं जलादौ नित् नित् न तु कख गघ न पञ्चमवर्णः अस्ति खलु तर्हि कथं जल् वर्णे समावेशः जल् मध्ये नास्ति खलु वर्णपञ्चमवर्णः जलादि वा हलादि वा इति कदा द्रष्टव्यम् इति सङ्ख्यक वर्णानां निष्कासनम् अनन्तरम् एव पश्य नित् इति अत्र यः नित् इति अस्ति सः नकारः इति यस्मिन् सः नित् साक्षात् नित् इति प्रत्ययः नास्ति अत्र भगिनि कित् इति प्रत्ययः नास्ति कित् इति नामकरणं कित् कख गघ न इति पञ्चमवर्णः झल् प्रत्याहारे नास्ति इति मम प्रश्नः आं तत्तु सत्यं परन्तु ब्रह्मः अत्र कीदृश ब्रह्मः तर्हि कित् प्रत्ययः झलादौ अस्ति सत्यं परन्तु नित् प्रत्ययः झलादौ नास्ति इति वदामि न न तादृशचिन्तनं नास्ति न भगिनि अनुवृत्तिः अस्ति भगिनि तदेव अहं अनुवृत्तिः अस्ति तत्तु सत्यम् इत्युक्ते नित् इति कोऽपि प्रत्ययः नास्ति न भगिनि नित् इति कोऽपि प्रत्ययः नास्ति नित् इत्युक्ते अत्र समासः वर्तते नित् इत्युक्ते नकारः इत् यस्मिन् सः नित् नित् इति प्रत्ययः न यथा क्विप् इति साक्षात् प्रत्ययः अस्ति नित् इति प्रत्ययः नास्ति अत्र अथवा नित् इति यः अस्ति ककारः इति यस्मिन् सः कित् सो इट् इस् नाट् नेसेसरि देट् देट् कित् विल् बि आल्वेज् जलादि देट् केन् जलादौ इति विशेषणं कित् द्वयोः कृते अस्ति वा इति विशेषणं जलादौ न श्रूयते प्राब्लम् वित् हर् न न तत्र ब्रेक् भवति सौण्ड् ब्रेक् भवति नो मै क्वशन् वा झलादौ इति विशेषणं कित् मया द्वयोः कृते अस्ति वा मम ध्वनिः श्रूयते वा लिसन् एनिथिङ्ग् am I audible? Yes, Mahode. हा इदानीं वदतु भगिनी, मया किमपि न श्रुतं पूर्वे. मम प्रश्नः अस्ति, झलादौ इति विशेषणं कित् कित् नित् द्वयोः कृते अस्ति वा इति. सत्यं, तत्तु सत्यमस्ति. कित् प्रत्ययः अथवा नित् प्रत्ययः, यदि सः कित् प्रत्ययः नित् प्रत्ययः जलादि अस्ति. ओके, अस्तु. यस्मिन् प्रत्यये कित् अर्थात् ककार इत् भवति वा नकार इत् भवति, तादृशझलादौ प्रत्ययः. हा, सः प्रत्ययः केवलं कित् अथवा नित् न भवेत्, कित् अथवा नित् न भवेत्, सः जलादि अपि भवेत्. ओ, अवगतम्, इदानीम् अवगतम्. अत्र नित् इति साक्षात् प्रत्ययः नास्ति, नकारः कण्ठ्यनकारः इत् यस्मिन् सः नित्. अतः यदा वयं तत्तु सत्यं, नकारः जल् जल् प्रत्याहारे नास्ति, परन्तु अत्र अपि च जलादि कदा द्रष्टव्यं, जलादि अस्ति वा नास्ति वा इति इत्संज्ञक वर्णानां निष्कासनम् अनन्तरम् एव तत्र द्रष्टव्यं, प्रथमवर्णः जल् प्रत्याहारस्य वर्णः अस्ति वा नास्ति. अस्ति चेत् तदा तत्र निमित्तं भवति तादृशप्रत्ययः. सो अत्र अनुनासिकादिप्रत्ययः अथवा जलादि कित्नित् प्रत्ययः परे अस्ति चेत् तदा, अथवा क्विप् प्रत्ययः परे अस्ति चेत् तादृश तुक्सहि छकारस्य ऊठादेशः भवति. अत्र तु तादृश उदाहरणानि एव सन्ति. अस्तु, इदानीं करपत्रस्य प्रति गच्छामः. अत्र एकवारं वन् सेकेण्ड्, उनादिसूत्राणाम् उनादिप्रत्ययानां तत्र आवली कुत्रापि अस्ति वा? दृष्ट्वा वदामि, तत्र उनादिप्रत्ययानाम् आवली कुत्रापि अस्ति वा? महोदय, मेन् पेज् मध्ये गणपाठः बिलो दट् उनादिपाठः इति अस्ति. तदेव अहं पश्यन् अस्मि न, तद् पञ्चपादि उनादिपाठः. अत्र क्वपि उनादिप्रत्ययः एव, परन्तु तत्र तु क्वि उक्तमस्ति न. न इति प्रत्ययः कीदृशप्रत्ययः, दृष्ट्वा वदामि. अत्र तु इदानीं तु सम्यक् शुच्छोः षूडनुनासिके च इति सूत्रेण अनुनासिकादिप्रत्ययः परे जलादिकित्नित् प्रत्ययः परे अपि च क्वि प्रत्ययः परे क्विञ्जलो इति सूत्रस्य तत्र क्विजलो इति सूत्र पदस्य अनुवृत्तिः पूर्वसूत्रात् अस्ति अतः क्विजलो इति सूत्रेण क्विप्रत्ययस्य उल्लेखः पूर्वे किम् अस्ति क्रमः च क्विजलो अनुनासिकान्तस्य अङ्गशुद्धवर्णस्य क्विप्रत्ययः जलादिकित्प्रत्ययः अस्तु क्वि इति यः अस्ति सः क्विप्रत्ययः एव अस्ति सो क्विप्रत्ययः अपि अनादिप्रत्ययः एव एतत् सूत्रम् अवगतं वा सर्वैः इदानीं सो कोऽपि अनुनासिकादिप्रत्ययः तस्य प्राक् कोऽपि तुक्सहि छकाररूपी अङ्गम् अस्ति अपि च अथवा वकारान्त अङ्गम् अस्ति वकारान्त अङ्गस्य ऊठादेशः उक्तमस्ति तुक्सहि छकारस्य षकारादेशः उक्तमस्ति अस्माकं यः दृष्टान्तः तत्र तु वकारान्त अङ्गम् अस्ति सिव् इति वकारान्त अङ्गं परे नकार परे अनुनासिक प्रत्ययः न इति अनुनासिकादिप्रत्ययः न इति अनुनासिकादिप्रत्ययः अतः अत्र छ्वोः षूड् अनुनासिके च इति सूत्रस्य अपि प्रसङ्गः बिकास् अङ्गे अङ्गम् अस्ति वकारान्त अङ्गं परे अस्ति अनुनासिकादिप्रत्ययः न इति अनुनासिकादिप्रत्ययः नकारः अनुनासिकवर्णः अतः अत्र किं भवेत् अनेन सूत्रेण किं भवेत् वकारस्य स्थाने ऊठादेशः भवेत् इति एतत् सूत्रं वदति अत्र तुक्सहित छकारस्य प्रसङ्गः नास्ति अत्र वकारस्य प्रसङ्गः अङ्गे अङ्गस्य अन्ते वकारः अस्ति वकारस्य परे अनुनासिकादिक् प्रत्ययः अस्ति न इति अनुनासिकादिप्रत्ययः अतः अत्र छ्वोः षूड् अनुनासिके च इति सूत्रस्य प्रसङ्गः अनेन सूत्रेण किम् अत्र भवेत् वकारस्य अत्र ऊठादेशः भवेत् अपि च वकारस्य लोपव्योर्वलि इत्यनेन वकारस्य लोपः अपि उक्तमस्ति लोपव्योर्वलि इत्यनेन अपि च सो एतस्य सूत्रद्वयस्य कृते वकारः स्थाने परन्तु पुगन्तलघुपदस्य च इति सूत्रस्य कृते तु इकारः ह्रस्व उपधायां यः इकारः तत् स्थाने अस्ति अत्र पश्यतु किमर्थं मया तत्र ऐ डोण्ट् नो इफ् ऐ टोल्ड् यू पीपल् तत्र किमर्थम् अत्र अन्तरङ्गविषयः सुषि अत्र शिवयोग न इति स्थितिः अस्ति अत्र प्रथमस्थानी फस्ट् स्थानी अस्ति इकारः पुगन्तलघुपदस्य च इत्यस्य सूत्रस्य कृते इकारः स्थानी अत्र द्वितीयस्थानी अस्ति वकारः निमित्तं तु समानम् अस्ति न इति निमित्तम् अस्ति वर्णरूपेण स्वीकुर्मः वा प्रत्ययरूपेण स्वीकुर्मः परन्तु एण्टिटि तु एकमेव अस्ति नकारः इति निमित्तम् अतः अत्र किं भवति वी हेव् स्थानी वन् स्थानी टु एण्ड् वन् निमित्तं सो यत्र यत्र तादृशस्थितिः अस्ति वेर् एवर् वी हेव् वन् टु थ्री एण्टिटीस् इन्वाल्व्ड् तत्र प्रायशः अन्तरङ्गप्रसङ्गः अस्ति Wherever we have only two entities involved, one sthani, one nimittam, tatra kadapi api, this is just a hint, it is not written anywhere, this is just a hint, tatra kadapi api antarang bahirang prasangah na bhavitum shaknoti, antarang bahiranga will happen only if three entities are involved, either sthani dvayam ekam nimittam, or एकं स्थानी अस्ति निमित्तद्वयम् अस्ति फस्ट् निमित्तम् अण्ड् सेकेण्ड् निमित्तं तत्रापि बिकास् वी हेव् निमित्त वन् निमित्त थ्री एण्टिटीस् इन्वाल्व् तत्र प्रायशः अन्तरङ्गप्रसङ्गः दिस् इस् जस्ट् अ हिण्ट् टु रिमेम्बर् वेर् टु फैण्ड् वेदर् अन्तरङ्ग अत्र अन्तरङ्गप्रसङ्गः अस्ति वा नास्ति सो हियर् आल्सो शिवयोग न इति स्थित्यामपि अन्तरङ्ग बहिरङ्ग प्रसङ्गः त्रयाणां सूत्राणाम् एकत्र प्राप्तिः लोपो व्योर्वली छोः षूडनुनासिके पुगन्त लघुपदस्य च कथमत्र पश्यामः द्वयोः तत्र किं तुलना करणीयं वि केनाट् टेक् आल् द थ्री टुगेदर् इट्स् लैक् नीलेश महोदय इन् वन् आफ् द वीडियोस् ऐ हर्ड् देट् ही ब्यूटिफुलि एक्स्प्लेन्स् इट् देट् सपोज् इन् अ रिङ्ग् थ्री फैटर्स् दे हेव् टु फैट् आल् द थ्री केनाट् फैट् टुगेदर् न टु टु हेव् टु कम् फस्ट् एनी टू विल् कम् एण्ड् दे विल् फैट् बिट् अमङ्ग् देम् सेल्स् हूसो अवर् विन्स् ही विल् फैट् वित् द थर्ड् वन् दिस् इस् हौ द अत्रापि तथैव भवति त्रयाणां सूत्राणाम् एकत्र प्रसङ्गः अस्ति सो वी विल् टेक् एनी टू सूत्रास् एण्ड् कम्पेर् बिट्वीन् देम् अत्र द्वयोः मध्ये किं कः सूत्रं किं सूत्रं बलवत् अस्ति वन् विल् आटोमेटिक्लि गो औट् बिकास् द्वयोः मध्ये यत् बलवत् अस्ति तस्य तुलना वयं तृतीयसूत्रे सूत्रेण कुर्मः दिस् इस् हौ विल् हेपन् ओवर् हियर् आल्सो सो वि विल् टेक् मे बि फस्ट् लोपव्योर्वलि आर् छोः षूड् अनुनासिके च देन् वि विल् आर् वि विल् टेक् पुगन्तलघुपदस्य च आर् छोः षूड् अनुनासिके च सो वि केन् गो बै एनी क्रम एनी टु केन् कम्पेर् केन् तत्र द्वयोः मध्ये तत्र तुलना भवति सो यत्र यत्र एण्टिटि त्रयं वर्तते तत्र प्रायशः अन्तरङ्ग बहिरङ्ग इति प्रसङ्गः वर्तते दिस् इस् जस्ट् फार् युवर् हिण्ट् सो अतः अत्र अपि तादृशी स्थितिः अस्ति वी हेव् टु स्थानीस् एण्ड् वन् निमित्तम् अतः अत्र थ्री एण्टिटीस् आर् इन्वाल्व्ड् देट् इस् वै अत्र अन्तरङ्ग प्रसङ्गः बहिरङ्ग प्रसङ्गः यदा तत्र अस्माभिः किमपि अन्यत् उदाहरणं दृष्टं वा एतत् अवगतं वा दिस् इस् जस्ट् अ हिण्ट् एतत् अवगतं कुत्र कस्मिंश्चित् स्थित्यां तत्र अन्तरङ्गविषयः अस्ति वा नास्ति इति तत्र केवलं हिण्ट् रूपेण सो दिस् विल् आल्वेस् इवन् दो अन्तरङ्गं बहुविधम् अस्ति परन्तु अन्तरङ्गस्य विषये सर्वदा तथा एव भवति इत्युक्ते थ्री एण्टिटीस् विल् बि इन्वाल्व्ड् ऐदर् निमित्तद्वयम् एण्ड् वन् स्थानि आर् स्थानिद्वयम् एण्ड् निमित्तं वन् इट् केन् बि फोर् आल्सो बट् प्रायशः तत्र ओन्ली थ्री थिङ्ग् थ्री वर्णास् आर् इन् थ्री डिफ्रेण्ट् प्लेसेस् आर् इन्वाल्व्ड् आर् थ्री तत्त्वास् आर् इन्वाल्व्ड् इन् द अन्तरङ्गविषये अत्र तुक्सहि छकारस्य उदाहरणमपि दृष्टम् अस्ति दृष्टान्तः तुक्सहि छकारस्य स्थाने छकारादेशः दिस् इस् अन् उदाहरणम् आफ् तुक्सहि छकारस्य अत्र तु सम्पूर्णं न दत्तम् अस्ति सो प्रापच् प्रच् इस् अ तुक्सहि छकारः अत्रापि अस्ति प्र इति यः अस्ति अत्र यः छ दृश्यते सः तुक्सहि छकारः अस्ति अनुनासिकव्यञ्जनः परे अस्ति चेत् तत्रापि छोः षूड् अनुनासिके च इति सूत्रेण तुक्सहि छकारस्य शकारादेशः भूत्वा प्राप्रश्मि इति भवति मि इति प्रत्ययस्य पागः च छ इत्यस्य स्थाने शकारः अतः प्राप्रश्मि इति रूपं भवति दिस् इस् नाट् अवर् दिस् विषयः एतत्तु अस्माकं विषयः नास्ति अत्र तु केवलम् उदाहरणं दृष्टान्तः इत्युक्ते उदाहरणरूपेण अत्र एव उक्तमस्ति तुक्सहि छकारस्य कदा छकारादेशः भवति तस्य विषयः अस्माकं विषये तु वकारस्य तत्र ऊठादेशः करणीयं वा वकारस्य लोपः करणीयं वा तत्र न प्रत्ययस्य कारणेन सिव् सेव् भवति वा इति तत्र अस्माकं चिन्तनम् अस्ति इदानीं तत्र पुगन्तलघुपदस्य च तु परिचितं सूत्रमेव अस्ति एकवारं झटिति पठामः मञ्जरी भगिनी एकवारम् एतत् पठतु भगिनि अनन्तरं तत्र तुलना भवति दृष्टान्तः सुप्सहितचकारस्य स्थाने चकारादेशः प्राप्रच्छ योगमि शोः चक्षुरनुनासिके च प्रापश्मि. चच इत्यस्य सम्पूर्ण चच स्थाने शकारादेशः भवति बिकास् म अपि अनुनासिकवर्णः अस्ति. सो म अनुनासिक अस्ति अतः प्रत्ययः अस्ति अतः अनुनासिकादिप्रत्ययपरे तुक्सहितछकारस्य शकारादेशः भवति अनेन सूत्रेण. अतः प्राप्रश्मि इति रूपं भवति. सम्पूर्ण अत्र प्रक्रिया न दत्तं, केवलं दृष्टान्तः दत्तमस्ति तुक्सहितछकारस्य कदा शकारादेशः भवति. इदानीम् एतत् सूत्रं पठतु भगिनि. पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च 7.3.86 पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे. पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघुपदम्. पुगन्तस्य लघुपदस्य च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ठ्यन्त्यं पदं च अव्ययं द्विपदमिदं सूत्रं. निदेर्गुणः 7.3.82 इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक अर्धधातुकयोः 7.3.84 इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकार इको गुणवृत्तिः 1.1.3 इत्यनेन परिभाषासूत्रेण इकः स्थाने भवति यत्र स्थाने न उक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. सर्वप्रथमं लोपो योर्वलिः न तत् त्यजतु भगिनि. पुगन्तलघुपदस्य च विषये वदतु. पुगन्तलघुपदस्य च इति सूत्रं वदति सम्यक् श्रूयते, बहु हीन अस्ति शब्दः. ध्वनि अस्ति अधुना अस्ति. हा किञ्चित् उच्चैः वदतु भगिनि. हा अत्र अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. अत्र सार्वधातुके अर्धधातुके प्रत्यये हा प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य लघुपदस्य च इकः गुणः भवति. पुगन्त अङ्गस्य लघुपदस्य अङ्गस्य लघुपदम् अङ्गमस्ति अथवा पुगन्ताङ्गमस्ति तत्र यः इकवर्णः तस्मिन् अङ्गे यः इकवर्णः तस्य सार्वधातुके प्रत्ययपरे अर्धधातुकप्रत्ययपरे गुणः भवति. अपि च अत्र लघु इति यः लघ्वी उपधा इति यः अस्ति लघु इति विशेषणं पुगन्तस्य विषये नास्ति. सो पुगन्त यत्र यत्र पुक् आगमः भवति तत्र प्रायशः उपधायां दीर्घ इक् अस्ति अतः लघु इस् नाट् विशेषण फार् पुगन्त अङ्गस्य कृते लघु लघ्वी इति भवेत् इति तत्र नास्ति. बिकास् वेन् वी हेव् व्ली इति अस्ति व्ली अर्त्रि ह्री व्ली रि कनु इ इति तत्र सर्वत्र दीर्घ इ अस्ति दीर्घ इकारः अस्ति. पुक् आगमः भवति चेत् अन्त्य पकारः आगच्छति. सो तत्र उपधायां लघु इक् नास्ति तत्र उपधायां दीर्घ इक् अस्ति. अतः अत्र लघु इति आदौ न योजितं. लघु तु केवलं द्वितीय तत्त्वस्य विषये. सो पुगन्तस्य अतः च इति पदमपि अस्ति अत्र च इति पदं व्यर्थं नास्ति अत्र. पुगन्तस्य अङ्गस्य लघुपदस्य अङ्गस्य च सो पुगन्त अङ्ग इस् सपरेट् लघुपद अङ्गम् इस् सपरेट्. तादृशयोः अङ्गयोः तत्र यः इक् वर्णः अङ्गे यः इक् वर्णः अस्ति सो यथा लघुपदाङ्गं वदामः चेत् तत्र लघ्वी उपदा भवेत् परन्तु पुगन्तविषये तु लघ्वी उपदा नास्ति तत्र उपदायां तत्र दीर्घई अस्ति तथापि अनेन सूत्रेण एव कार्यं भवति तत्र दीर्घईकारस्यापि सो सर्वदा तत्र उपदायां ह्रस्व इक् वर्णानाम् एव गुणः इति नास्ति नौ वी सी इन् द सूत्र देट् पुगन्तविषये तु उपदायां यदि दीर्घ इक् वर्णः अस्ति तस्यापि गुणः भवति यदि वयम् एतत् सूत्रं पश्यामः पुगन्तलघुपदस्य च प्रायशः तत्र एक्साम्पल् अस्ति आम् अत्र पश्यतु अर्त्रिः विलिरि इति सूत्रेण पुकागमः भवति पुकागमः भवति चेत् निचि परे भवति पुकागमः सो व्लि इस् अ सूत्रं विलि इस् अ धातु निचि प्रत्ययपरे तस्य पुकागमः भवति एण्ड् इट् बिकम्स् व्लीप इति भवति व्लीप पुकागमः कियत् अस्ति अतः अन्ते भवति सो अङ्गस्य अन्ते भवति व्लीप इति भवति इदानीं व्लीप इति यः अस्ति तत्र निच् प्रत्ययनिमित्तीकृत्य प्रथमे पुकागमः भवति अनन्तरं निच् प्रत्ययः इति अर्धधातुप्रत्ययः अस्ति कितनित् भिन्न अस्ति अतः गुणः अपि भवति सो अत्र व्लीप इति व्लेप भवति दीर्घ उपदायां यद्यपि दीर्घ इक् अस्ति तथापि तस्य गुणः भवति बिकास् पुगन्तलघुपदस्य च इति सूत्रे यः पुगन्ताङ्गम् अस्ति तत्र तस्य कृते लघ्वी उपदा भवेत् इति तु नास्ति लघ्वी उपदा तु भिन्नविषयः पुगन्तभिन्नविषयः सो पुगन्ताङ्गे यः इक् वर्णः तस्यापि गुणः भवति सार्वधातुक अथवा आर्धधातुक प्रत्ययपरे अत्र निश्चिते आर्धधातुक अस्ति कितनिति भिन्ना अस्ति गुणस्य निषेधः नास्ति अतः विलीप इति भवति विलेप भवति अनन्तरम् इ इति निच् प्रत्ययस्वीकारः योजयामः चेत् विलेपि इति युत्पन्नधातुः वी हेव् गाट् अयुत्पन्नधातवः अपि च युत्पन्नधातवः दिस् इस् युत्पन्नधातुः बिकास् दिस् इस् सनादिधातुः नौ इट् हेस् गाट् सनादि सूत्रेण धातुसंज्ञा सो इट् इस् युत्पन्नधातुः बट् व्लि इस् एन् अन् दिस् अयुत्पन्नधातुः दिस् इस् द धातुपाठे एतत् धातुः अस्ति व्लेपि धातुपाठे नास्ति सो अतः पुगन्तलघुपदस्य च इति सूत्रे लघ्वी या उपदा अस्ति तत्तु भिन्न अङ्गम् अस्ति अतः च इति पदमपि अस्ति सूत्रे न केवलं पुगन्तस्य अङ्गस्य एकः गुणः भवति लघुपदस्य अङ्गस्यापि गुणः भवति सार्वधातुकार्थधातुकयोः एण्ड् वी हेव् सीन् अ लाट् आफ् एक्साम्पल्स् आफ् यथा सिव् इति अस्ति सिव् इति लघुपद अङ्गम् अस्ति पुगन्ताङ्गं नास्ति शिव् इति लघुपदाङ्गम् अस्ति तत्र अङ्गस्य उपदायां लघ्वी इक् अस्ति लघु इक् अस्ति अतः शुद्धिसूत्र टाक्स् अबौट् पुगन्ताङ्गस्य एकः गुणः इट् आल्सो टाक्स् अबौट् लघुपदस्य अङ्गस्य एकः गुणः निमित्तमस्ति समानं निमित्तं तु समानं सार्वधातुक अर्धधातुकयोः एतत् सूत्रं तु अस्माकं परिचितं सूत्रमस्ति परन्तु एतत् अत्र किञ्चित् सूक्ष्मभेदः अस्ति तत् अस्माभिः द्रष्टव्यं बिकास् वेन् वि से फस्ट् वी एक्स्प्लेन् टु द स्टूडेण्ट्स् देट् उपदायां केवलं ह्रस्व इक् वर्णानाम् एव गुणः भवति सो किमर्थम् अत्र व्लीप इति उपदायां दीर्घई अस्ति किमर्थम् अत्र गुणः भवति बिकास् इट् इस् अ विशिष्ट अङ्गम् अस्ति पुगन्ताङ्गम् अस्ति पुक् अत्र तु पुकागमः भवति अतः पुगन्ताङ्गम् अस्ति पुगन्ताङ्गस्यापि इकः दीर्घः भवति तत् इक् दीर्घ तत् सोरि इकः गुणः भवति तत् इक् दीर्घ भवेत् वा ह्रस्व भवेत् तादृशनिर्देशः सूत्रेण दत्तमस्ति पुगन्तस्य अङ्गस्यापि गुणः सार्वधातुक अर्धधातुकयोः अवगतं वा सर्वैः सरलम् आम् महोदय अस्तु इदानीम् कोऽपि प्रश्नः अस्ति वा एतावता? सो वि विल् नौ वी हेव् टु कम्पेर् टु टु सूत्रा. सो अग्रिमे सप्ताहे तत् पश्यामः. नौ हियर् इन् दिस् कर्पत्र दे विल् कम्पेर् फस्ट् लोपो व्योर्वलि अण्ड् शोः शूडन् केचि. द्वयोः मध्ये कस्य सूत्रं किं सूत्रं बलवत् इति वयं तत्र पश्यामः. अत्र स्थगामः. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः.